नमस्कारः. तिङन्तदातवः इति करपत्रम् अनुवर्तते. अत्र भगिनी पाठयति किमपि एकवारं पुनः गतसप्ताहे चर्चितम् आसीत् तस्मिन् किञ्चित् पुनः अति श्री धातु महोदय पुनः कृतवान्. अस्तु, तो महोदय आरम्भतः उक्तवान् यङ् धातुः अपि यङन्तधातुः तयोः मध्ये कः भेदः अस्ति. यङन्त इति यदि प्रक्रिया भवति तत्र अङ्गकार्यं बहु आवश्यकम्. अङ्गकार्यस्य मुख्यता अस्ति. किन्तु यदि यङन्तधातुः अस्ति तत्र हल् सन्ध्यकार्यं तस्य बाहुल्यम् अस्ति तत्र इति चिन्तनीयं. यदि यङ् विधानं भवति तदनन्तरं यङन्तधातुः अङ्गकार्यं कानि यथा सामान्य अङ्गकार्याणि भवति अकृतसार्वधातुक यो इति सामान्य आगच्छति. तदनन्तरं यदि कः प्रकारधातुः अस्ति आकारान्त इकारान्त उकारान्त तयोः प्रकारे तेषां प्रकारेण अनुसृत्य कानि विशिष्ट अङ्गकार्याणि भवन्ति. यथा आकारान्तधातु धा घ्रा मा तत्र इत्वं भवति या घा घ्मा इति इत्वम् आगच्छति केन सूत्रेण. यदि सम्प्रसारणं कार्यं भवति द्वितस्य पूर्वं यदि अद्य वयं पठामः कानि कार्याणि यदि ऋदन्तधातुः अस्ति तु कानि कार्याणि भवन्ति इति चिन्तनीयं द्वितस्य आदौ. तदनन्तरं सनाद्यन्तधातुसंज्ञा भवति. तस्य अनन्तरं संज्ञवनेन द्वितकार्यं भवति. द्वितकार्यं यदा भवति तस्य प्रथमं सामान्य अभ्यासकारं करणीयं. तदनन्तरं विशेष अभ्यासकार्याणि भवन्ति यथा गुणो यङ्लुको दीर्घो कित इति सामान्यतया. तदनन्तरं शप् अपि त्रिविधानम् इति भवति अतो गुणानेन क्रियापदमस्य निष्पद्यन्ते. इदानीं वयं इकारान्तधातुः कृतवन्तः. श्वी धातु तस्य पुनः कृतवन्तः विभाषा श्वी इति. अहं पठामि वा कवान् अपि पठामि. सो विभाषा श्वे इत्यनेन श्वी धातु विकल्पेन सम्प्रसारणं यङि परे सम्प्रसारणपक्षे श्वी योग यङ् विभाषा श्वे इत्यनेन सम्प्रसारणं शु योग य हल इत्यनेन अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारं तद् अन्तस्य अङ्गस्य दीर्घादेश शु योग य अकृतसार्वधातुकयोः दीर्घ इत्यनेन अजन्त अङ्गस्य दीर्घादेश कृत् भिन्न सार्वधातुकभिन्न यकारादिप्रत्यये परे शु योगय सामान्य अभ्यासकार्यं शु शु योगय गुणो यङ्लुको इत्यनेन अभ्यासस्य गुणयङि शोषूय इति यङन्त धातु शोषूय योगते शोषूयते. अहं सम्प्रसारविपक्षे अपि पठामि तदनन्तरं वदामि. श्वयोग यङ् अकृतसार्वधातुकयो धीक इत्यनेन अजन्त अङ्गस्य धीकादेश श्वी योगय द्वित्वसामान्य अभ्यासकार्यं शिश्वी योगय गुणो यङ्लुको शेष्वी योगय शेष्वीय इति यङन्तधातु शेष्वी इति. विभाषा श्वे इति सूत्रमस्ति. सूत्रं किं वदति? श्वे धातो विकल्पेन सम्प्रसारणं भवति लिटि यङि च. श्वयते सम्प्रसारं या स्यात् लिटि यङि च. विभाषा प्रथमान्तं श्वे षष्ट्यन्तं द्विपदमिदं सूत्रं. शङ् सम्प्रसारणम् इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्ति. लिटि यङोश्च इत्यनेन लिङ्गो इत्यस्य अनुवृत्ति अनुवृत्तिसहितश्रुतं श्वे विभाषा सम्प्रसारः लिङ्गो च तु विभाषा श्वे इति सूत्रेण यत् श्वि इकारान्तधातुः अस्ति तस्य प्रथमं सम्प्रसारणं भवति किन्तु सम्प्रसारणविकल्पेन विभाषा इति युक्ते विकल्पेन सम्प्रसारणं भवति तत् सम्प्रसारणं न केवलं यङि यङ् प्रत्ययपरे परे तु अपि इलित् प्रत्ययपरे अपि भवति सो अनुवृत्तिसहितसूत्रम् अस्ति श्वे विभाषाः सम्प्रसारणं लित् यङो अस्ति सो श्वे इति षष्ट्यन्तं तस्य सम्प्रसारणं भवति विभाषाविकल्पेन सम्प्रसारणं लिङ्गो इति विवक्षा वा यङि यत् विवक्षा अस्ति तो इदानीं यत् श्वी धातुः अस्ति तस्य यङ् विधानं यदि भवति धातोः क्रियासंहारे हलादि एकाच् अनेन यङ् विधानं यदि भवति तद् यङ् विधानस्य पूर्व विभाषा श्वे इति सूत्रमागत्य तत्र एकपक्षे सम्प्रसारणं भवति अन्यपक्षे सम्प्रसारणं न भवति यस्मिन् पक्षे सम्प्रसारणं भवति तो वकार यत् अस्ति तस् वकारस्य स्थाने उकार आगच्छति तो शकार उकार ईकार सो सम्प्रसारणं च अनेन सूत्रेण पूर्वपरयोः स्थाने पूर्वरूप आदेशः भवति सो उकार तिष्ठति सो शकार उकार शूयोगय इति भवति इदानीं हलः यस्य हल परे यत् सम्प्रसारम् अस्ति तस्य पूर्व स्वर अस्ति तस्य दीर्घत्वं भवति हल इति सूत्रेण सो शूयोगय शूय इति सनाद्यन्तधातुः भवति सनाद्यन्तधातुः भूत्वा तदनन्तरम् अकृतसार्वधातुकयो दीर्घ इति अनेन अपि अङ्गकार्यमेव अस्ति पर्जन्यवत् इति तिष्ठति शूय इति अस्ति शूय तद् संयङो अनेन द्वित्वं भवति शूय अत्र कारणं कि अजन्तधातुः अस्ति अतः अजीन व्यञ्जनं परे संयोजनं तस्य कारणं न भवति अत्र प्रथमभाग एकाचो तस्य द्वित्वं भवति सो शू शू इति द्वित्वं भवता शू शूय इति भवति शू इति अभ्यासः शूय इति अभ्यस्तकार्यं सो शू यदि अस्ति तत् इदानीं सामान्यकार्यं भवति सामान्यकारः अस्ति ह्रस्व शुशूय इति भवति तदनन्तरं दीर्घो कित विशिष्टकार्यं पुनः शुशूय इति भवति गुरोयङ्को अनेन शू तस्य गुणः भवति सो शोशूय इति भवति शोशूय यदा भवति तदनन्तरम् इति अस्ति यङन्तधातु शोशूय तदनन्तरं लटि विवक्षायां शप् आगच्छति शप् ते इति भवति आत्मनेपदि कारण कि यङ् किं सूत्रमस्ति भगिनि यङ् नीति उदात्त अनुदात्त नीति अनेन ते इति आत्मनेपदी सिद्धतिङ् प्रत्य आगच्छति शप् इति अनुबन्धलोपानन्तरम् अवशिष्यते तद् अतो गुणे अनेन पूर्वपरयो पररूप भवति सो शोषूयते इति भवति यत्र सम्प्रसारणं विवक्षा अस्ति यदि विभाषा अन्यपक्षे श्री योगयाङ् तत्र सामान्यकार्यं प्रथमम् अकृतसार्वधातुको अनेन श्वी भव शी वि शी इकारस्य ईकारः भवति सो श्वीय इति भवति तदनन्तरम् इदानीं द्वितं भवति द्वितं भूत्वा श्वी श्वीय इति भवति इदानीं श्वी श्वीय अस्ति ह्रस्व नाम शिश्वीय इति भवति गुणो दीर्घोकितनेन शिश्वी य इति भवति तदनन्तरं गुणो गुणो यङ्को नाम शेश्वीय शेष्वियते इति भवति. सो यत् यस्मिन् पक्षे सम्प्रसारणम् अस्ति तत्र शोषूयते, यस्मिन् पक्षे सम्प्रसारणं भवति तत्र शेष्वियते इति रूपं भवति. वाक्यं वदामः वा भगिनि? वाक्यं मित्रयोः मित्रयोः मध्ये कोपस्य कारणेन मतभेदः शोषूयते नो चेत् शेष्वीयते. अर्थं किम् अस्ति श्वी? अहं न दृष्टं. वर्धते इति, वर्धते इति, वर्धते. अस्तु, पुनः वदति, वदतु वाक्यं भगिनि. कोपस्य कारणेन मित्रयोः मित्रयोः मध्ये मतभेदः शोषूयते. अस्तु, वा शेष्यते इति अपि भवति. पुनः पुनः वर्धते इति. हा अस्तु, शेष्यते. श्रीयते इति श्वयति इति भवति स्म, अत्र तु शेष्यते इति. धन्यवादः, बहु समीचीनम्. अन्यवाक्यानि सन्ति वा भवति? चिन्तयामि. अरुणा भगिनी, पुष्पा भगिनी, वाक्यानि वक्तुम् इच्छन्ति वा? अग्नौ अग्नौ किं भवति? अग्नौ इदनं इधनं विधानं कृत्वा अग्नि शोषूयते वा शेष्यते? साधु. अस्तु, न इति वाक्ये दोषः कः कर्ता अस्ति? इन्धनम् एव अस्ति खलु, पुनः पुनः इन्धनं विधानं अग्नौ अग्नौ. आमां, किन्तु भगिन्यः वाक्यमासीत् इन्धनं योजनं कृत्वा इति उक्तमस्ति. तर्हि कृत्वा इत्यस्य कर्ता तु अग्निः नास्ति खलु, तर्हि इन्धनस्य संयोजनेन इति वक्तुं शक्यते. इन्धनस्य संयोजनेन अग्निः शेष्यते, नो चेत् तत्तु समीचीनं सरलमस्ति, नो चेत् शोषूयते. शोषूयते. अग्रे गच्छामः वा? अग्रे कः अरुणा भगिनी पठितुमिच्छति वा भगिनि? अत्र विभाषा श्वेति पठनीयं भगिनि. उकारान्त नमस्ते भगिनि. नमस्ते. उकारान्तानाम् ऊकारान्तानां च धातूनां यङन्तधातुसिद्धिः. सामान्यधातवः यङ् प्रत्ययनित्वत्वात् गुणनिषेधः. सार्वधातुक अर्धधातुको इङन्त अङ्गस्य एकः गुणः भवति. सार्वधातुक अर्धधातुके च प्रत्ययपरि अनुवृत्तसहितसूत्रम् एकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. किनिति च इति सूत्रं यः प्रत्ययगित् कित् अथवा नित् अस्ति अपि च तस्मात् प्रत्यय प्रत्ययात् पूर्वतस्य एकप्रत्ययस्य कारणतः एकः स्थाने गुण न गुण वा वृद्धिः वा भवति स्म सः न भवति. अनुवृत्तसहितं किञ्चित् च एकः गुणवृद्धिः न. यङ् प्रत्यय यकारादिः कृत् सार्वधातुकयोः भिन्नः भिन्नश्च, अतः उकारान्तधातूनां दीर्घ आदेशो भवति. अकृत् सार्वधातुकयो दीर्घः, इदनेन अजन्त अङ्गस्य दीर्घ आदेशो भवति. कृत् भिन्न सार्वधातुकभिन्न यकारादिप्रत्ययपदे तदा विशिष्टसूत्र विशिष्टाभ्यासकार्ये गुणो यङ् डुको, इदनेन अभ्यासस्य गुण यङि परे. सामान्यतया यङ् उकारान्तधातु अस्ति चेत् प्रत्यययोजनसमये अङ्गकार्यमस्ति. सामान्यतया सार्वधातुकयोः सूत्रेण इक्वर्णस्य गुणः भवति. परन्तु यङ् इति नित् अस्ति, ततः किन् इति चाचूत्रेण बाध्यते, न भव गुण न भवति, परन्तु यङ् प्रतिविषये नूतन विशिष्टसूत्रमस्ति, अकृत् सारुदात्कयो दीर्घः प्रत्यय अकृत् अकृत् नास्ति भिन्न सारुदात्क भिन्न अस्ति चेत् अभ्यस्तस्य धातु उकार धातूनां दीर्घादेशः भवति. तदनन्तरं गुणो यङ्लुकु इति सूत्रेण गुण भवति. उदाहरणं पठामि भगिनि. हु धातु धातोरेकाचो हलादेः क्रियाभिप्समविहारे यङ् इति सूत्रेण प्रथमं यङ् विधीयते. तदन अन्यप्रकरणमस्ति, अत्र न दत्तं. प्रथमं सार्वधातुक आददातुकयोः सूत्रेण गुण प्रसक्तिः अस्ति, परन्तु किनित्याय सूत्रेण बाधितं भवति. हूय अकृत् सार्वधातुकयो दीर्घ इति सूत्रेण दीर्घ आदेशः, हूस्थाने हूय इति रूपं धातु, नूतनधातु धातुसंज्ञा संज्ञयो इति सूत्रेण दत्तं. हूय हूय अश्वः इति सूत्रेण हूय अभ्यासे चर्च इति सूत्रेण हकारस्थाने प्रथमं झकार महाप्राणझकार आगच्छति. चुः तदनन्तरं जत्वं जुहूय दीर्घोकितः इति सूत्रेण अधुना दीर्घपदे अपि भवति. गुणो यङ् लुके इति सूत्रेण अभ्यासस्य गुणः भूत्वा जो हूय इति रूपं लट्लकारस्थलसमये प्रक्रियायां थे इति विधीयते. कर्तृशप् अपि आगच्छति. जो हूय योगः आयोगते अतो गुणे इति सूत्रेण पूर्वपरयोः पदरूपम् आदेशं भूत्वा जो हूयते इति रूपनिष्पन्नं भवति. उदाहरणं वदतु भगिनि. वाक्यं भगिनि. पुरोदसाः अग्नौ जोहूय धृतं जोहूयते. ओ समीचीनं वा? अन्यवाक्यानि वदामः वा? पूर्णाहुतिसमये पूर्णा कुण्डं जो जो हूयते भगिनि. भगिनी अस्ति वा? अन्यं सरला भगिनी भवति वा? मणिमहोदय वाक्यं रचयितुमिच्छति वा? पुष्पभगिनी टु सेक्रिफैस् इति महोदय, यत्र टु कन्स्यूम् भवति, टु कन्स्यूम् इति भोजनार्थे अपि भवति, ईटिङ्ग् इति कन्स्यूम् इति अर्थे, ईट् नो चेत् कन्स्यूमर् प्रोडक्ट्स् अस्ति खलु, यत् वयं कन्स्यूम् कुर्मः लौकिकवस्त्रमपि. किन्तु यद् हवान् वा यज्ञ तत्र सामान्यतया even there it gets consumed by the fire, right? Consumed. Agree with that. And then second. Agree. Mani mohati pati mohati. Sriya madam. Astu mohati. ओकारान्त धातुः चेत् अपि पर्जन्यवत् दीर्घादेशः भवति. यं कृत सार्वधातुकयोः दीर्घः इत्यनेन अजन्ताङ्गस्य दीर्घादेशः भूयोहय. अनन्तरं द्वितीय सामान्य अभ्यासकार्यं भू भू योहय गुणयङ्कः इत्यनेन अभ्यासस्य गुणः यङि ओभूय इति यङन्तधातुः बोभूयते इति बोभूय यहोते बोभूयते अत्र भूधातुः दत्तोरेकचो हलदे क्रियासङ्गेन यङ् गानं भवति कृतसार्धातुः इत्यनेन भूकारस्य दीर्घः पर्जन्यवत् भवति अनन्तरं इदानीं सनन्दधातवः संयङ्गः इत्यनेन द्युतं भवति भूभूय अनेकाच् अस्ति अतः एकाच् प्रथमे द्विदेशे इति सूत्रेण भूय इति भवति अत्र अभ्यासस्य इत्यनेन तृतीयपकारः भूभूय इति अनन्तरं विशिष्ट अभ्यासकार्यं दीर्घकृतः इत्यनेन भूभूय इति रूपं गुणयङ्लुकः इत्यनेन भूस्थाने गुणभूत्वा भो इति रूपं भवति भूभूय यङ् अस्ति अतः आत्मनिपरूपं भूयः वर्तते कर्तृसप् इत्यनेन साधकपूर्वकं शप्पादेशः सप् अस्ति आसि अतः अधोगुणे इति सूत्रेण पूर्वपरयोः पररूपम् आदेशः भूयते इति रूपं भवति अत्र भूयते किम् अर्थं महोदय पुनः पुनः भवति इति पुनः पुनः पुनः पुनः भवति भवति खलु पुनः पुनः भवति अधिकं भवति इति उदाहरणवाक्यं वदामि नृणां कर्मणा सुखं च दुःखं च भूयते इति साधु वा वाक्यं नृणां मनुष्याणां किं भवति इत्युक्ते कर्मणा कर्मकारणेन कर्मणा सुखं च दुःखं च सुखदुःखमस्ति खलु भूयते इति पुनः पुनः ते सुखं भवति अनन्तरं दुःखं भवति पुनः सुखं भवति पुनः दुःखं भवति इति पुनः पुनः इत्यस्मिन् अस्ति नो चेत् अधिकम् अधिकं दुःखं सुखम् अपि भवति इति तादृश अस्ति भगिनि मम जन्मदिवसे एकसप्ताहपर्यन्तम् अशुभाशया भूयन्ते शुभाशयाः नित्यं भवति खलु शुभाशयाः तु नित्यं भवन्ति किन्तु शुभाशया पुनः पुनः पुनः पुनः कोऽपि न स्मरति तो एक अहं पुनः पुनः प्राप्नोमि साधु शुभाशया भूयन्ते इति न साधु भवति प्रयत्नं करोमि भगिनि चिन्ताकाले प्रतिदिनं हिमवर्षं पुनः पुनः भूयते यदि पुनः पुनः वदामः चेत् भवति इति वक्तव्यं पुनः पुनः इति न वदति चेत् भूयते किमर्थम् इत्युक्ते भूयते इत्यस्यैव अर्थः पुनः पुनः इति वर्तते ओ ओके ओके तर्हि वर्षा इति खलु हिमपातः भूयते शैत्यकाले हिमपातः भूयते पुष्पा भगिनी वक्तुं शक्यते वाक्यं वाक्यं वाक्यं वाक्यं I mean, this is not really real, but I'm just saying. Mama Vyagram, not Vyagram, yeah. व्याधि भूयते. उपाधिः महोदय, अत्र वर्गे एकः छात्रः सुब्रह्मण्यम् इति नाम मन्देन आगच्छति, अतः महोदय पुनः पुनः भूयते पठति भवति इति अर्थः पुनः भवति इति अर्थः खलु, पुनः पुनः अर्थं बोधयति भवति भो भूतयते भो भूयते इति उपयुज्य वाक्यं वदतु, किं भवति संशयाः भवन्ति. तर्हि त एवं वदामः, मम तु भो संशयाः भो भूयन्ते इति. संशयाः प्रतिदिनं मम पठनेन संशयाः भो भूयन्ते, तत् निवारणं तु न भवति. समीचीनं महोदय, धन्यवादः. अग्रे कस्य क्रमः अस्ति? पुष्पा भगिनी. कुङ् मया कुङ् धातुः शब्दे धातुपाठे त्रयः कु धातवः सन्ति, भ्वादौ अदादौ सुतादौ च. अदादौ सुतादौ च यः कु धातुः अस्ति, उभयत्र यङि परे साधारणरीत्या सामान्याभ्यासकार्यम् अनुसृत्य कुहोष्ठुः इत्यनेन अभ्यासे कवर्गीयस्य स्थाने चवर्गीयादेशः भवति. कुयोगः यं चुकु, परन्तु द्वादौ कुशब्दे इति धातोः चुत्वं न भवति. अत्र कु कवतेर्यङि तद्वा पठित्वा वदामि. न कवतेर्यङि कु धातोः अभ्यासस्य ककारस्य चत्वादेशः न भवति यङि परे. न अव्ययं कवते षष्ट्यन्तम्, न अव्ययं न तु अव्ययमस्ति कवतेः षष्ट्यन्तं यङि सप्तम्यन्तं त्रिपदमिदं सूत्रम्. अत्र लोपः अभ्यासस्य तत्तु लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य अनुवृत्ति इत्यस्य अनुवृत्तिः. कोहोश्चुः इत्यस्मात् चुः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं कवतेः अङ्गस्य अभ्यासस्य चुः न यङि. सला भगिनी, क्वैट् अ लाट् आफ् डिस्कशन् वेण्ट् आन् आन् दिस् रैट् अन्वन्ते ऐ मीन् अन् चीयन्ते अबौट् वित् शकवन् महोदय. ओके, कु कु प्लस् यङ् तत् यङ् यङ् धातोरेखाचोहलादेः क्रियासमविहारे समाभिहारे यङ् इत्यनेन यङ् आगच्छति. कुयोगः यङ् अत्र कुयोगः यङ् अकृत् सार्वधातुकयोः दीर्घः इत्यनेन कु आगच्छति. कुयोगः या द्वित्वं तु संयो इत्यनेन आगच्छति द्वित्वम्. आम्, कु कुया कुहोश्चुः इत्यनेन अभ्यासे कवर्गीयस्य स्थाने चुत्वादेशः तत्तु चु कूय इति आगच्छति. ओ नागच्छति अत्र वादिगणे अदादिगणे तदादिगणे भवति द्वादिगणे न भवति द्वादिगणे न अस्तु अत्र कुकूय इत्यनेन कवर्गीयस्य स्थाने चत्वारेषः परन्तु न कवतेर्यणि इत्यनेन चुत्वनिषेधः अस्ति ह्रस्वः अपि आगच्छति तत्र कु तु कु आगच्छति तत्र दीर्घोकितः न आगच्छति परन्तु न दीर्घोकितः आगच्छति न दीर्घोकितः तु कुकु योगः गुणोयङ्ग्लुकोः इत्यनेन कोकूयते अत्र अतो गुणः न सूत्र अतो भगिनि अतो गुणे आं भगिनि अतो गुणे अतोगुण इत्यनेन एक एव पररूपम् आगच्छति अकारः वाक्यानि वाक्यं प्रयत्नं करोमि अर्थं किम् आगच्छति कू दातु शब्दे बालवत् प्रवर्तते बालवत् प्रवर्तते act like a child इत्युक्ते कवति कवते इति रूपम् अत्र भुआदिगणस्य कवति कवते इत्यस्य टु स्पीक् इनार्टिक्युलेटिव्ली इति उक्तमस्ति like a baby न baby इति नास्ति टु हम् टु स्पीक् केचन जनाः सम्यक् न भाषणं कुर्वन्ति खलु कदाचित् कोपेन वा तादृशसमये मन्दं स्वस्मिन्नेव वदन्ति खलु यदि पक्षी कोयल् अस्ति तत् कूयते इति न वक्तुं शक्नुमः वा कूजति इति सामान्यतया वदामः प्रायः प्रायः तदपि सौण्ड् इति अपि अस्ति किन्तु तादृश सौण्ड् अस्ति वा नो चेत् पक्षिणः अपि सामान्यकूजनं नास्ति पक्षिणः प्रायः ताडनेन कस्य तस्य कमपि जनं तं पक्षिणं ताडितवान् तदनन्तरं यत् ध्वनिः येन शब्दः येन क्रियते तर्हि प्रायः तद् कवते इति प्रायः स्यात् probably in dreams some people also speak in articulate. अहं वदामि वा वाक्यमपि भाष्यकारः भाष्यकारः किमर्थं भाष्यकारं पक्षि बुभुक्षितः पक्षी बुभुक्षया पक्षी किम् अस्ति कोकूयते पक्षी कोकूयते एवं मम मनसि एवम् आसीत् वाक्यम् अध्यापके पृच्छति अध्यापके सति अविश्वास विश्वासहीनः छात्रः उत्तरं कोकुयति भगिनी यदा श्वश्रू अस्ति न न श्वश्रोः प्रीत्या वधू कोकुयते इति वा श्वश्रू एव कोकुयते इति वा इति वक्तुं शक्नुमः यः कोऽपि जनः सर्वेपि जनः कदाचित् अस्माकं जीवने वयं कोकुये खलु कोकुयामहे मणिमहोदय अग्रे गच्छामः ब्रूधातोः अहं पठामि आर्धधातुकविषये ब्रूधातोः स्थाने वच् आदेशो भवति ब्रू यङ्ग् इति विधानं किमस्ति धातोरेकाचो हल्लादेः क्षम्यताम् अग्र्यासमभिहारे यङ् इति विधानं पुनः पुनः समाभिहारार्थे इत्यस्य विधानं तदनन्तरं ब्रुवो वचि इत्यनेन ब्रुवो वचिरादेशो भवति सर्वत्र अर्धधातुकप्रत्ययेषु ब्रुवो वचि इति कार्यं करोति अर्धधातुकविषये तर्हि वच् योगः य इति भवति तदा तु किं भवति अत्र तु ह्लादिः अस्ति इति कृत्वा एकाचो द्वे प्रथमस्य इति तदा किं भवति क्षम्यतां संयोः इत्यनेन द्वित्वं भवति तदा तु एकाचो द्वे प्रथमस्य इत्यनेन प्रथमभागस्य द्वित्वं भवति तर्हि प्रथमभागः कः इति प्रश्ने सति अत्र तु अजीनः व्यञ्जनं परेण अजीनं व्यञ्जनं परेण संयोजम् इति परिभाषया अत्र व इति प्रथम भागः अस्ति अच् भागः अस्ति इच्छ्य इति द्वितीय अच् भागः तर्हि प्रथमभागस्य द्वित्वं भवति एकाचो द्वे प्रथमस्य इत्यनेन तर्हि व इच्छ्य इति भवति तदनन्तरं किम् अस्ति अत्र तु सामान्यकार्यमस्ति किमपि अन्यत् नास्ति दीर्घोगितः इत्यनेन अभ्यासस्य दीर्घत्वं भवति तर्हि अकित् अभ्यासस्य दीर्घः आदेशः भवति तर्हि वा वच्यते इति रूपं तावदेव ब्रुवचि इति सूत्रं ब्रुवो वचिरादेशो भवति आर्धधातुकविषये ब्रुवः वचि आर्धधातुके आर्धधातुके इति अनुवृत्तिसहितसूत्रं दीर्घोकितः अकित् अभ्यासस्य दीर्घादेशः भवति एनि एम्बि किञ्च अनुवृत्तिसहितसूत्रम् अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लकोः इति तावदेव अस्ति तर्हि वावच्यते ब्रूधातुः वावच्यते इति वयं प्राप्नुमः अत्र वचिस्वपि यजादीनां खिति एव तत् सम्प्रसारणं भवति अत्र तु कित् नास्ति इति कृत्वा सम्प्रसारणं वचिधातोः न भवति किम् अस्ति इति कृत्वा यमस्तु कित् नास्ति अस्तु तस्य किम् अस्ति वावच्यते इति वदति इति एव खलु माता पठनार्थं माता पुत्रं वावच्यते पिता पुत्रं किं भगिनि कोऽपि कार्यविषयेण न चेत् शुकः वावच्यते वाक्यानि वावच्यते गुरु आत्मज्ञानं वावच्यते तथापि वयं मूढाः अवगच्छामः सुन्दरं वाक्यमस्ति अहं वदामि भगिनि वाक्यं किमस्ति गुरुः किं ज्ञानं वा किं भगिनि किं भवत्याः प्रथमवाक्यं किं नास्ति गुरुः गुरुः आत्मज्ञानं वावच्यते क्रोधकाले अहं वावच्यते I'm angry, I say things repeatedly. Aham krodha kale kim okay पुनः वदतु भगिनि श्रुतं मया परन्तु अन्यत् चिन्तित अस्ति इति आसम् भगिनि अधुना भगिनि चिन्तित अस्ति भगिनि किं भगिनि किम् उक्तवती पुनः वदतु इति नो अहं क्रोधकाले वाक्यानि कोकूयते क्षम्यतां वावायते वावच्ये इति भवति खलु वावच्यते वावच्येति वावच्यन्ति अहं वावच्ये अहं वावच्ये वावच्ये यथा अहं वर्दे अहं किमपि अहं वन्दे वन्दे ईक्षे लभे तेन अग्रे भगिनी न प्लवते यङि यत् सूत्रम् अस्ति तत्र वर्गे कवते कथम् आगच्छति सूत्रे इति अपि चिन्तनं कृतवन्तः भगिनि तत्तस्मिन् विषये अहमपि चिन्तितवती तत्तु किम् अस्ति स्टिप् निर्देशः अस्ति खलु स्टिप् निर्देशः प्रक्रिया कथं भवति अस्ति इति कृत्वा कर्तरि शपादेशः भूत्वा कुयोगः अयोगः ते इति भवति तदा किं भवति कु इत्यस्य को भवति सार्वधातुकार्धातुकीयेन तर्हि कुयोगः अयोगः ते औ आदेशः भवति विषयवायावः इत्यनेन तर्हि कव् योगः अयोगः ते कवति क्षम्यतां कवति इति भवति तदनन्तरं तस्य अधुना कवति इति क्षिप् अस्ति नामपदमस्ति इति कृत्वा भवति इति कृत्वा कवतेः इति षष्टिरूपं षष्टिरूपं कृतवती कवति इति भवति कारणे कर्त्रे कृत् इति स्तिपा इति कृदन्तपदम् अस्ति कर्त्रे कृत् इति सूत्रेण ति आगच्छति तत्र इत्यनेन एव तिविधानमस्ति कर्तरीकृतविधानमपि विकारान्त भगिन्यः एव विकारान्त अस्तु विकारान्तधातूनां यगन्तधातुसिद्धि विकारान्तधातूनां विभजनं त्रिषु विभागेषु यङि परे अत्संयोगपूर्व विकारान्तधातव द्वितीयम् अस्ति संयोगपूर्वविकारान्तधातव तृतीयं भवति विकारान्तधातु अनुष्टपूर्वति आगच्छति प्रथमं संयोगपूर्वविकारान्तधातु तस्य प्रक्रिया कथं भवति इति अस्ति सूत्रमस्ति रीङ्त् इत्यनेन रिदन्ताङ्गस्य रीङ् आदेशो भवति तिग्भिन्न सार्वधातुकभिन्न यकारे परे इति सामान्य अङ्गकार्यं क्रियोग यङ् क्रीङ् इत्यनेन ऋदन्त अङ्गस्य रीङ् आदेश कृद्भिन्न सार्वधातुकभिन्न यकारे परे क्रियोगय क्रीय सामान्य अभ्यासकार्यं चिक्रिय विशिष्टम् अभ्यासकार्यं गुणोयङ्को चेक्रिय चेक्रियते प्रथमं सूत्रं पठामि रीङ् ऋदन्ताङ्गस्य रीङ् आदेशो भवति यकारादिकृद्भिन्न सार्वधातुकभिन्न प्रत्यये परे च्वि प्रत्यये परे च रीङ् आदेशो अनेकाल् किन्तु ङिच्च इत्यनेन आदेश ङित् चेत् अनेकाल् चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः रीङ् प्रथमा अन्तं ऋत् षष्ट्यन्तं द्विपदमिदं सूत्रम् अकृतसार्वधातुकयो दीर्घ इत्यस्मात् अकृतसार्वधातुकयो इत्यस्य अनुवृत्ति अयं यिति इत्यस्मात् यि इत्यस्य अनुवृत्ति च्वौ य इत्यस्मात् च्वौ इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं यतः अन्यस्य नीन् यो यो अस्कृतसार्वधातुकयोः चौ. अस्तु, रीन् मृत् इति सूत्रं वदति यत् कृत् भिन्न वा सार्वधातुकभिन्नप्रत्ययपरे रिदन्ताङ्गस्य लीन् आदेशः भवति, ऋकारस्य स्थाने लीन् आदेशः भवति. अनुवृत्तिसहितसूत्रमस्ति ऋतः, ऋतः इति मीन्स् यत् रिदन्त अङ्गम् अस्ति अङ्गस्य, तस्य स्थाने रीङ् योः, रीङ् इति आदेशो भवति ऋकस्य स्थाने. यो योः इति द्विवचनम् अस्ति, कारणकि ऋतः इति सार्वधातुक अकृतसार्वधातुकयोः तस्य कारणे इति योः आगच्छति. महोदय उक्तवान् अकृतसार्वधातुको छौ इति छ्व, यदि छ्वि इति यदि प्रत्यय आगच्छति तत्रापि ऋत् आदेशः भवति. उदाहरणमस्ति कृ योगयङ्, तत्र कृ इति यदि धातोः एकाच् हलादे क्रियासंहारे अनेन यङ् विधानं भवति. इदानीम् अङ्गकार्यं रिङ् तत्र यत् अस्ति क्रियोग अकृतसारधातुकयो तस्यापि आगच्छति, किन्तु प्रथमं रिङ्त् कार्यं भवति. अनेन क्रि ऋकारस्य स्थाने ईत् आदेशः भवति. सो यदि ई इत्यस्य आदेशः भवति तत्र उननपर अनेन रे अपि रेफ अपि आगच्छति. सो क्री इति भवति क्रियोगय क्रीय. इदानीं सार्वधातुक आर्धधातुकयो अनेन पर्जन्यवत् तिष्ठति. क्रीय इति सनाद्यन्तधातु भवति. इदानीं क्री द्वितं भवति एकाचो प्रथमो प्रथमभागस्य द्वितं. सो क्री क्रीय इति भवति सामान्य अभ्यासकार्यं भवति. हस्व कृक्रीय कोः चु अनेन चकार आगच्छति. सो चिक्रीय. तदनन्तरं विशिष्टकार्यं भवति दीर्घो दीर्घोकितनेन चीक्रीय. गुणो यङ् लुको अनेन चेक्रीय भवति. तदनन्तरं शप् विधानं ते विधानं. सो अतो गुण अनेन चेक्रीय ते इति भवति. यत्र नेतृ इति यत् अस्ति नेतृच्वी योग भवति. सो नेतृ इति इदानीं सुबन्तप्रक्रिया अस्ति. तत्र यदि च्वी प्रत्यय आगच्छति तत्र च्वी प्रत्यय तत्र अपि चकारस्य चुट्टु अनेन लोपः भवति. वकारस्य इकार केवलं उच्चारणार्थम् अस्ति. सो वकारस्य लोपः भवति. वकार इति अपृक्तसंज्ञा भवति तस्य वकार. सो वेदपृक्तस्य अनेन तस्य वकारस्य अपि लोपः भवति. सो केत्र नेतृयोग भवति इदानीं भवति च्वीकारणक प्रत्यय अस्ति प्रत्ययलोपे प्रत्ययलक्षणं विकारस्य स्थाने ईत् आदेशः भवति. सो नेत्री भवति इति आगच्छति तत्र. तो प्रथमं क्रियोगे यङ् यत् नित् अस्ति. सो यदि नित् अस्ति अलोन्त्यस्य अनेन तस्य बाधा भवति. अलोन्त्यस्य तस्य अनेकाश्चित् सर्वस्य कारणकि यत् रीङ् इति अस्ति तत्र लकार रेफ अपि ईकार. सो इति अनेकाल् अस्ति. सो अलोन्त्यस्य सूत्रं बाधित्वा अनेकाश्चित् सर्वस्य तस्य प्रसक्तिः भवति. किन्तु यत् रीङ् नृत् अस्ति तत्र ङित् अस्ति. अतः ङित् तस्य ङिच्च अनेन तस्य पुनः अलोन्तस्य समान एव अन्तस्य इति आदेशः भवति. अनेकाश्चित् ङिच् पठामि वा भगिनि? अनेकाश्चित् सर्वस्य इति सूत्रं वक्ति यत् आदेशः अनेकाल् अस्ति चेत् आदेश एकवर्णन अपि तु अनेके वर्णा अतः तर्हि सर्वस्य नाम सर्वाङ्गस्य स्थाने आदेश आयाति. वि इत्यस्मिन् आदेशे नकारस्य संज्ञा भवति अतः वि अवशिष्यते. रि इत्यस्य एकवर्णनः अपि तु तस्मात् अधिका वर्णाः रेफ इ इति अतः अनेकाल् अस्ति. इदं सूत्रम् अलोत्यस्य इत्यस्य अपवादः. तर्हि अत्र पूर्णस्य कृ इत्यस्य स्थाने रि इति इदं सूत्रं वक्ति, परन्तु ङिच् अनेकाल्षित् सर्वस्य इत्यस्य अपवादभूतसूत्रं ङिच् इति सूत्रेण आदेश ङिच् चेत् तर्हि अनेकाल्चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशयति. अतः कृ धातुः ऋकारस्य स्थाने रि आदेशः इति भवति. यथा अहं पूर्वम् उक्तवती, अनेकाश्चित् सर्वस्य यदि एक अल्वर्णस्य अधिकं यदि आदेशः भवति तत् अनेकाल् भवति. अनेकाल् सर्वस्य षित् परे भवे तस्य, किन्तु अनु अलोन्त्यस्य इति बाधकसूत्रं भवति. पूर्ण आदेशः भवति सर्वस्य स्थाने इति अनेकाश्चित् सर्वस्य. ङिच् इति आदेशः ङिच् चेत् तर्हि अनेकाश्चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः भवति. इदं सूत्रम् अनेकाश्चित् सर्वस्य इत्यस्य अपवादः, अनेकाश्चित् सर्वस्य तु अलोन्त्यस्य इत्यस्य अपवादः. ङित् प्रथमान्तं च विरपदं द्विपदं सूत्रम् अलोन्त्यस्य इत्यस्मात् अन्त्यस्य इत्यस्य अनुवृत्ति स्थाने अन्तर्थम् इत्यस्मात् स्थाने इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं ङित् च अन्त्यस्य स्थाने. सो परिचितसूत्रमस्ति. अस्तु, अत्र भगिनी अत्र ऋकारान्तदातूनां महोदय एकमेव दातुं कारितवान् वा सर्वाणि दातून्? अधोभागे अस्ति न, तस्य वयं कृतवन्तः सर्वमपि कृतवन्तः सर्वं कृतवन्तः इवन् अनन्तरं संयोगपूर्व ऋकारान्तदातूनामपि आरम्भं कृतवन्तः. चत्वारि कृतवन्तः तदनन्तरं महोदय उक्तवान् केवलं रूपं वदतु. अस्तु, वयं केवलं रूपं वदामः वा? वयं केवलम् अत्र नयति वा? मया कुत्रचित् गन्तव्यं, भगिन्याः अस्वस्था अस्ति सा भगिनी, मम भगिनी किञ्चित् नयामि. अहं दूरवाण्या भागं वहामि, म्यूट् मध्ये भवामि. अग्रे नयतु भगिनि. अस्तु, मणिमहोदय भवान् करोतु वा भृ धातोः प्रथम रूपम् प्रक्रिया भवति. भृधातुः रूपम्? आम्. अस्तु, भृधातुः यं उदाहरणं भवति सूत्रमपि अवश्यं वा अथवा रूपमेव? प्रक्रिया एकवारं वदतु इति मनसि तिष्ठति. अभ्रूधातु धातुरेखा च हलादिक्रियसङ्गरे उदाहरणं भवति. अकृतसारधातु इत्यनेन भ्रूधातुः न अत्रापि न कार्यं करोति. अत्र भ्रूधातु भ्रू एव तिष्ठति, अनन्तरं भ्रूयोय सन्यङ्गो इत्यनेन द्वितं भवति भ्रू भ्रू इति. न, कृतसार्वधातुकृतस्य कार्यं भवति यदा रिङ् इति भवति तस्य अनन्तरं तु भ्री आगच्छति साधु. अत्र रिङ् तः इति सूत्रं कार्यं कृत्वा भवति ऋकारस्य ब्री इति. इदानीम् अकृतसारधातुको इत्यनेन पर्जन्यवत् भवति. अनन्तरम् इदानीं सन्नन्द सनाद्यन्ततातवः अथवा सन्यङ्गः इत्यनेन द्वित्वं भूत्वा ब्री ब्री यः य इति सामान्य अभ्यासकार्यम्. अत्र ह्रस्वः ब्री, अनन्तरम् अभ्यासे सच्चेत तृतीय बकार आदेशः अथवा ब्रि ब्र य अनन्तरं दीर्घकृतः शिष्य अभ्यासकार्यं दीर्घकृतः इत्यनेन ब्रीय इति गुणयङ्लुकः इत्यनेन अत्र ब्री इकारस्य एकारः भवति वा बे बे ब्रूय बे ब्रीय एते बे ब्रीय इति अनन्तरं ते आगस्य वे म्रियते इति अत्र कत्र सप् इत्यनेन मध्ये सप् आदेशः अधोगुणे इत्यनेन पूर्वप्रयोगः पररूपम् आहत्य वे म्रियते वे म्रियते रूपं भवति अस्तु यत् अग्रे अस्ति तस्य केवलं रूपं वदतु योगयङ् व्री व्री व्रियते नो वे व्रियते इति वदतु व्रियते अस्तु अग्रे अस्तु अग्रे नो अग्रे अहम् अरुणा भगिनी प्रक्रिया कृत्वा करोति अरुणा भगिनी हृ इति योगयां भगिनी हृ हृ धातु प्लस् यङ् इति प्रक्रिया कृत्वा वदतु कथं कथं भवति किं दातु भगिनि न श्रूयते तृतीयं दातु हृ महोदय कृतवान् भृ वृ इदानीं हृ इति अस्ति साधु हृ हरति इति नास्ति भगिनि भ्रू दात् भ्रू वृ हृ या हृ हृ तृतीयं वृ दातु अकाररिकार तृतीयं करोतु करोतु ओ स्मृ दातु न स्मृ न एवमेव महोदय इत्यनां भृ वृ कृतवान् साधु इदानीं हृ भवती करोतु हे ह्रियते भगिनि हृ हृ हा हृ न न जे ह्रूयते जे जे न हृ भगिनि हृ हृ करोतु प्रक्रिया वदतु कथं कथं भवति ओके ह्रू हकार ऋकार भगिनि अहं न आमाधु ओके ह्रू धातु प्रथमम् एकाच् अस्ति धातुरेकाचो हलादे क्रियासमभिप्राये इति यङ् विधीयते ह्रू ह्रू ह्रुधातु रिङ् ऋतः इति सूत्रेण ऋकारस्थाने रि आगच्छति ह्रि या इति नूतनधातु सनातनधातु धातुसंज्ञा सन्नङ्गो इति सूत्रेण दत्तं भवति अत्र अकृतसारधातुकयो सम्यक् अकृतसारधातुकत्वेन दीर्घ भूत्वा ह्री दीर्घ ह्री ह्रीय दीर्घ रेखा एकार ओके ओके द्वित्वसमये ह्री अस्ति हे एव अवशिष्यते भगिनि किन्तु सनाद्यन्तधातु साधु सो द्वितं कस्य भवति श्री श्रीया भवति आम् सामान्याभ्यासं फलतं हलन्ता इति सूत्रेण रेफा अपगच्छति हलन्त नास्ति इति केवलं हलादिशेषेन नास्ति ओके हर्ष्वः इति सूत्रेण हर्ष भवति ह्री ह्रीय अधुना दीर्घात् कृत सूत्रेण दीर्घं पुनः भवति ह्री ह्रीय कुहोश्चुः इति सूत्रेण हकारस्थाने महाप्राणझकार अभ्यासचेतेन झकार ज्री ह्रीय गुणोयङ्लुको इति सूत्रेण गुण भवति ज्रे ह्रीय ते इति लट्लकार फार्म् अस्ति आत्मनेपदे शप् आगच्छति अतो गुणेतसूत्रेण पूर्वपरो एकरूपररूपं भूत्वा ज्रे ह्रीयते इति रूपं निष्पन्नं भवति. अस्तु, धृ अस्ति तस्य केवलं द्रे ध्रूयते अस्तु. इदानीं पुष्पाभगिनी भवती करोतु प्रक्रिया अपि घृ योगयां प्रक्रिया अपि करोमि वा? आमां, प्रक्रिया तु घृ घृतु ऋङ्तः इत्यनेन ऋङ्तः इति सूत्रेण रि आगच्छति, ऋकारस्य रि आगच्छति, तत्तु घ्री योगः यङ् परे तु द्वित्वं संयङ्यो इत्यनेन द्वित्वम् आगच्छति. तस्य पूर्वम् अकृत सार्वधातुकयो तस्य कार्यम् ओ तत्र दीर्घत्वम् आगच्छति, परन्तु अत्र दीर्घत्वम् अस्ति एव पर्जन्यवत् भवति किन्तु वक्तव्यम् सार्वधातुकयोः इत्यनेन यो दीर्घः इत्यनेन दीर्घम् आगच्छति परन्तु अस्ति एव पर्जन्यव तद् मनसि न तिष्ठति इदानीं परे तु द्वित्वं क्री संयो इत्यनेन घ्री घ्री योगः या अभ्यासचर्चा इत्यनेन घी घ्रीय सम्यक् वा आगच्छति चवर्गीय तदनन्तरम् गच्छति अभ्यासस्य ऋत्वं हलादिशेषः इत्यनेन घी घ्री अस्ति परे तु कोहश्चुः इत्यनेन चकारः जकारः आगच्छति जकारः आगच्छति. प्रथमं कोहोचुनेन घकारस्य स्थाने झकार आगति महाप्राणझकार, तदनन्तरम् अभ्यासे चर्चा परन्तु अत्र दीर्घोकृतः इत्यनेन दीर्घत्वम् आगच्छति परे तु गुणो लैङ्गिकः इत्यनेन गृह्यते गृह्यते सम्यक् या तस्य अनन्तरं यद् धातुः अस्ति तस्य रूपं वदतु. तत्तु ग्री मृ मृ मे म्रियते. अस्तु दृ तु दृ दकारः मल्पप्राणा एव अत्र दे ध्रियते. बहु समीचीनम् अस्तु. मणि महोदय भवान् पठतु संयोग धातव. अस्तु महोदय. संयोगपूर्वऋकारान्तदातवः यङि च इत्यनेन संयोगादि ऋकारान्तदातोः ऋकारस्य गुणादेशः भवति यङि तने इति सामान्य अङ्गकार्यं. गुरुयोः यन् यङोचि इति अध्ययनेन संयोगादि धातोः ऋकारस्य गुणादेशः यङि परे योः य संयङ्गोः द्वितीयेन द्वितीयम् एकाचो द्वे प्रथमस्य इत्याभ्यां द्वित्वं स्म योः स्मर् योः य सामान्य अभ्यासकार्यं स स्मर् य विशिष्टाभ्यासकार्यं दीर्घपितः इत्यनेन कित् अभ्यासस्य दीर्घो भवति द्वादशो भवति अङ्गि सा स्मर् य सा स्मर्यते इति रूपम्. अत्र स्मृ धातुः यङोचित् अत्र यङ् अस्ति अत्र अतः गुणनिषेधः किति नीति इत्यनेन पित्तस्य अधः गुणनिषेधः अतः यङ्वाचि इति सूत्रेण अत्र गुणः भवति स्मृ इत्यस्य स्थाने स्मर् इति आदेशः स्मम अनन्तरं मुरण्डः इति रेप आदेशः स्मर् इति स्मर्योः य सन्यङ्गो इति द्वितीयम् अत्र एकाचो द्वे प्रथमस्य इत्यनेन प्रथम अत्र एव युक्तं भवति अत्र नान्द्रादि सूत्रं न कार्यं करोति किमर्थं चेत् अधीनं व्यञ्जनं परेण संयोजनम् इति संयोजनम् अस्ति इति अतः अत्र प्रथम एकाचो द्वितीय एकाचो द्वे प्रथमस्य इत्यनेन स्म स्मर्य इति रूपं भवति. अभ्यासकार्यम् अत्र स्म इत्यस्य हलादिशेषः इत्यनेन स स्मर्य इति कार्यं दातु भवति. अनन्तरं दीर्घत्वेन सा इति दीर्घत्वं भवति. किमपि अनन्तरं किमपि कार्यं भवति अतः सा स्मर्य योः य इति प्रथमं आत्मविद्रूपं सा स्मर्यते इति अधोगुणे कार्यं कृत्वा पूर्वपरयोः परूपमादेशः सा स्मर्यते इति रूपम् अत्र सूत्रमपि यङोचि ऋधातोः च सम्यवादि ऋकारान्तदातोः ऋकारस्य गुणादेशः भवति यङि परे. यङ् प्रथम यङ् प्रत्ययस्य मित्वात् इति निति च इत्यनेन निषेधत्वात् गुणस्य साधनार्थम् अस्य सूत्रस्य आवश्यकता अस्ति. यङि सप्तम्यन्तं च व्यपदं द्विपदमतं सूत्रम् चकारस्य बलेन गुणा इति सम्यवाद्योः इत्यस्मात् सम्पूर्णरीत्या अनुवृत्तिः त्रीङ्गृतः इत्यस्य ऋतः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिस्य सूत्रम् अस्ति. सम्योदय अङ्गस्य ऋ गुणः यङि अत्र सम्यवादि विकारः अस्ति. अत्र पूर्वम् उक्तवान् यङि परे पूर्ण किटिनीति इत्यनेन गुणनिषेधसूत्रम् आगत्य एव कार्यं गुणः भवति इति अर्ति इत्यस्य ऋकारस्य षष्ट्यन्तं वा? आम्. अति इति विकारस्य स्थिपादिदृष्टा भवति. अस्तु, इदानीं भवान् वाक्यं वदतु, सा स्मर्यते. सा स्मर्यते. पूर्वं नापि किमपि न स्मृतवान्, अतः आचार्या उक्तस्य अनन्तरं सा स्मर्यते. सा स्मर्ये अहं सा स्मर्ये साधु. अरुणा भगिनी पुनः वदतु, वाक्यं किं सा स्मर्यते, तस्य वाक्यं वाक्यं. छात्राः श्लोकान् स्मारयन्ते, स्मर्यन्ते, स्मर्यन्ते. पुष्पा भगिनि, एकनिमिष भगिनि. नितराम् अहं मातामहं मा स्मर्ये, सा स्मर्ये. मम वाक्यमस्ति अहं देवं सा स्मर्ये. भगिनि देवं ग्रेण्ड्चैल्ड्. पुत्रपुत्रान् सास्मरे. अस्तु, अग्रे अरुणा भगिनी. पुत्रं स्मर्ये. धातु ऋकारान्त एकाच धातु, प्रथमं धातु एकाचो हलादे क्रियासमभ्याये यङ् विधीयते. ध्रुव योगाय संज्ञा भवति अङ्गकार्यं प्रथमम्. अत्र यङि सामान्यतः सुगन्धलघु सार्वधातुक आगच्छति, तद् प्रबाद्य यङि चैतसूत्रेण संयोगादिरूपाणि नित्य भवति. तद् साधु इति तस्य अपवादेन यङि च आगच्छति. ओ ओके, प्रथमं कित् सार्वधातुक प्रसक्ति अस्ति, तत् प्रबाद्य ङिच् आगच्छति, कारणं यङ् इति अस्ति, किन्तु तत् प्रबाद्य ङिच् अनेन तिङिति अनेन गुणकारं निषेधं भवति, किन्तु यङ्गे च पुनः तस्य अपवादने अपवादत्वेन इदानीं गुणः भवति अङ्गे च सूत्रेण गुणः भवति. द्वर् भवति द्वर् द्वर् व्यवहय. अधुना सम्य धातुसंज्ञा भूत्वा संयङ्गो इति सूत्रं द्युत्तं भवति प्रथमं अकृत्कारयोः प्रथमं दीर्घमपि भवति भगिनि अजन्तधातु भवेत् तस्य कृते इति स्मरति हलन्तधातु. ओके ओके ओके एकाचोद्वे प्रथमस्थेत सूत्रेण परिभाषा वयं पठितवन्तः. कथं भवति स्वरद्वरदीय ऋकारस्य स्थाने अकार साधु अर् आगच्छति साधु यदि अर् आगच्छति सो ध्वर इति भवति साधु ध्वर ध्वर योगय ध्वर्य ध्वर्य ध्वर्य इदानीं संज्ञा उद्वेतुं कस्य भवति एकाचो द्वे प्रथमश्चेत् केवलं द्वा एव द्वा द्वार्य त्वर्य हलादिशेषः इति कारणात् वकार लोपः भूत् दा त्वर्य दकार महाप्राण अस्ति दभ्यश्चतुसूत्रेण अल्पप्राणदकार दर्व्य दीर्घगूढपति भवति भगिनि दीर्घ दर्व्य दर्व्य थे अपि अत्मनेपदार्थ अनुदातनितात्मनेपदमि सूत्रेण ते आगच्छति कर्तृषप् अकार कर्तृषप् अपि आगच्छति अतो गुणे सूत्रेण अकार अकारमध्ये पररूपं भूत्वा दा द्वे या ते इति रूपं वाक्यं कथं वदनीयं वदति अर्थं किं भगिनि किं दातुः दाध्वर्यते ध्वरति वा दाध्वर्यते सम्यक् वा भगिनि दाध्वर्यते आमां अर्थम् अहं न जानामि. भवति तस्य वक्तुमिच्छति वा न गृ दृक् आगच्छति न इदानीं दृ ध्वर्यते हुवा न हृ हावर् भगिनि आगच्छति हावृ तत्र रिङ् प्रथमकार्यं तु हृ यङ् एव तत्र यङ् इच्छा इत्यनेन संयोगादि ऋकारान्त धातोः ऋकारस्य गुणादेशः तत्तु यङ् पदे ह्वर् ह्वर् योगः य इति आगच्छति संयोः इत्यनेन द्वित्वं तत्तु द्वित्वं संयोः इत्यनेन एव आगच्छति न एकाचो द्वे प्रथम प्रथमस्य अपि आगच्छति किन्तु अजीनं अजीनं परेण अजीनं व्यञ्जनं परेण संयोजनम् इति वक्तव्यं साधु तत्तु न संयोगो पर्या अत्र नास्ति परे न परे अस्ति न रेफः अस्ति तत्तु द्वित्वं कृत्वा करणीयं न द्वितस्य प्रथमं कर्तव्यं प्रथमं तदनन्तरं द्वित्वं कुर्मः परे द्वित्वं कुर्मः अस्तु अज्जीनम् इत्यनेन यकारः तत्र स्वर्या स्मर्या इति आगच्छति तत्र एकं किम् आगच्छति किम् इदानीं श्रुतवान् किम् आगच्छति अज्जीनम् इत्यनेन इदानीं So, प्रथमं यत् अस्ति प्रथमे एकः भागकः अस्ति स्म अत्र ऐ मीन् ह्वर् एकाच् अत्र अकारः अस्ति द्वे प्रथमस्य अत्र ह्व इति भवति भवति प्रथम एकाच् हलादिशेषते हकारस्य कोहोच्छुः तत्र चकारः आगच्छति हकार चकारः भवति चकारः चकारः भवति परे तु दीर्घकितः अभ्यासे चर्चा पुनः ओ अभ्यासे चर्चा जकारः आगच्छति वा अस्तु जकारः अभ्यासे चर्च तत्र जा जह्वर् परे परे तु दीर्घोकितः जा जाह्वर् योगः या जाह्वर्यते अत्र अर्थं किं भगिनि हृ अर्थं किं दातु दातु दातु सः अहं न जानामि भव्या भगिनी वदति वा सेण्टेन्स् ऐ डोण्ट् नो वट् वी केन् से देन् अस्तु समयः अभवत् पाठमपि अभवत् धन्यवादः शुभरात्रिः धन्यवादः सर्वेषां धन्यवादः शुभरात्रिः शुभरात्रिः